मम नाम स्वरूपः, भवतः नाम किम्? मम नाम रामः। रामः, भवतः नाम किम्? मम नाम राजशेखरः। भवतः नाम किम्? मम नाम अभिनवः। भवतः नाम किम्? मम नाम दिलीपः। पृच्छतु, भवतः नाम किम्? मम नाम सञ्जयः। मम नाम इति उक्त्वा पृच्छतु, मम नाम? मम नाम सञ्जयः, भवतः नाम किम्? मम नाम माधवः। मम नाम? मम नाम? मम नाम? मम नाम माधवः। भवतः नाम? भवतः नाम किम्? मम नाम विश्वनाथः। मम नाम विश्वनाथः। मम नाम नारायणः। मम नाम नारायणः। अस्तु, समीचीनम्। इदानीं भवत्याः नाम किम्? मम नाम विनीता। मम नाम विनीता। पृच्छतु, भवत्याः नाम किम्? मम नाम सीता। भवत्याः नाम किम्? मम नाम गौरी। पृच्छतु, भवत्याः नाम? मम नाम गौरी। भवत्याः नाम किम्? मेधा। मेधा, अस्तु, समीचीनम्। हा हा, इदानीं पृच्छतु, मम नाम? भवतः नाम किम्? मम नाम रामः। अस्तु, समीचीनमस्ति। हा, भवतः नाम किम्? भवत्याः। भवतः, आगच्छतु, भवतः नाम किम्? भवत्याः नाम किम् इति अस्ति। अस्तु, अधुना भवतः नाम किम्? मम नाम हनुमन्तराव्। मम नाम हनुमन्तः। हनुमन्तः, समीचीनमस्ति। अस्तु, अधुना एषः कः? दूरमस्ति चेत् सः, समीपे अस्ति चेत् एषः। एषः कः? एषः चषकः। एषः कः? एषः कन्दुकः। एषः कः? एषः दन्तकूर्चः। एषः कः? दन्तकूर्चः। एषः करदीपः। एषः कः? एतत् किम्? एतत् किम्? फेनकम्। अस्तु, एतत् किम्? एषा का? एषा कर्तरी। एषा का? एषा लेखनी। एषा का? एषा पेटिका। एषा का? एषा का? एषा कुञ्चिका। एषा का? एषा मापिका। एषा का? अस्तु, करोतु। एतत् करवस्त्रम्। एतत् किम्? एतत् फेनकम्। एतत् किम्? एतत् पर्णम्। एतत् किम्? एषा मापिका। एषा किम्? एषा कन्दुकः। एषा किम्? एषः कः? एषः कः? अस्तु, समीचीनं। भगिनी आगच्छतु। अस्तु, भगिनी आगच्छतु। भवती प्रथमवारं जातं खलु, भवती आगच्छतु। एतत् पुस्तकम्। एतत् किम्? एतत् करवस्त्रम्। एतत् किम्? एषः दण्डः। एषः कः? एतत् फेनकम्। एतत् किम्? एषा पेटिका। एषा का? एषा माला। एषा का? एषा कर्तरी। एषा का? अस्तु, अत्युत्तमम्। अत्युत्तमम्। अस्माकं नैपुण्यं जातं, नैपुण्यं जातम्। अस्तु, स्वागतं महोदय। अस्तु, चमसाः, दन्तकूर्चः, दन्तकूर्चाः, कन्दुकः, कन्दुकाः, चषकः, चषकाः, दर्पणः, दर्पणः। अस्तु, इति पुल्लिङ्गे माला, मालाः, मालाः, मापिका, छुरिका। अस्तु, स्वागतम्। अस्तु, कर्तरी, कर्तर्यः, कर्तर्यः, घटी, लेखनी, अङ्कनी। अस्तु, फेनकम्, समीचीनम्, फेनकानि, फेनकानि, पुस्तकं, कङ्कतं, पर्णं, पर्णानि, पुष्पं, पुष्पाणि। नियमः, नियमः तत्र मूर्धन्यषकारः अथवा रेफः, एकस्मिन् पदे एकं पदमस्ति, पदं नाम शब्दः, एकः शब्दः अस्ति, एकः शब्दः अस्ति। यदि अवगमनं नास्ति तदा वदतु, यदि तर्हि वदतु। इफ् यु डोण्ट् अण्डर्स्टाण्ड् यु मस्ट् से, यु मस्ट् से, निश्चितम्। गच्छति, अवगच्छति, अवगच्छति, अवगच्छामि, अण्डर्स्टाण्ड् इति अवगच्छामि, अहम् अवगच्छामि, भवान् अवगच्छति वा? आम्, अहम्, हा, भवती अवगच्छति वा, अवगच्छति वा? अहम् अवगच्छामि। आम्, आम् अवगच्छामि, आम्, अहम् अवगच्छामि, भवान् अवगच्छति वा? न, न, अहं न अवगच्छामि, अहं न अवगच्छामि। भवान् अवगच्छति वा? आम्, अहम् अवगच्छामि। Why am and aham, I did am is for aham, aham, B, and then am also. Am iti. In Hindi you say ha. Eganimeshaha, eganimeshaha, ha. अस्तु, एषः दर्पणः वा? आम्, आम्, सः दर्पणः। एषः कन्दुकः वा? आम्, सः कन्दुकः। एषः चमसः वा? आम्, सः चमसः। आम्, एषः दण्डः वा? आम्, सः दण्डः। एतत् पुस्तकं वा? तत् फेनकम्। आम्, आम्, आम्, न, न इति अस्ति। अस्तु, तर्हि वा इति प्रश्नः। In this context, it's just a question marker, but it also means or. तद्भिन्नम् अस्ति, अनन्तरं, न मीन्स् ओर् इति अनन्तरं, विल् डु दट् वन् लेटर्। इदानीं वा इत्युक्ते प्रश्नः, प्रश्नः। इति उक्ते, इति उक्ते, यदि भवान् अथवा भवती न अवगच्छति नाम एतत् किम् इति यदि न अवगच्छति तर्हि न एतत् किम् इति न जानाति चेत् एतत् किं किन्तु पुस्तकं नाम किम् इति यदि न अवगच्छति तर्हि पुस्तकम् इत्युक्ते इति उक्ते पुस्तकम् इत्युक्ते तदा अहं वदामि एतत् पुस्तकं पृच्छतु एतत् किं हा अथवा क्षम्यतां पुस्तकम् इति पृच्छतु पुस्तकमित्युक्ते इति वदतु पुस्तकमित्युक्ते एतत् पुस्तकम् नाम कोऽपि शब्दः कृष्णफलकम् इत्युक्ते एतत् कृष्णफलकम् इत्युक्ते अवगच्छति वा नाटकम् अकरोत् इत्युक्ते नाम मत्लब् माने इति अर्थः इति उक्ते मीन्स् इति अर्थः मीन्स् कूपी इत्युक्ते एषा कूपी न मीन्स् इत्युक्ते यदि शब्दः नामकः इति न अवगच्छति तर्हि कृष्णफलकम् इत्युक्ते किं कृष्णफलकम् इत्युक्ते किम् एतत् कृष्णफलकम् इति उत्तरमस्ति अस्तु तर्हि पुष्पं कुत्र अस्ति पुष्पं तर्हि पुष्पं तत्र फेनकं किं वदतु फेनकानि इति फेनकानि पुस्तकं किन्तु पत्राणि एकवारं लिखतु पत्रं पत्राणि पुष्पं पुष्पाणि तर्हि लिखतु पत्रं कुत्रापि कर्तरी दर्पणः दर्पणाः चमसः दण्डः फेनकं पुस्तकं समीचीनं मापिका मापिकाः इदानीं एकवचने बहुवचने च पुष्पं किं पत्रं पुष्पं तर्हि अत्र किं भवति सामान्यतया पुस्तकं पुस्तकानि तथा न पुस्तकानि किन्तु परन्तु अत्र रेफः अस्ति खलु रेफः अस्ति न वा रकारः इत्युक्ते रेफः भवतः नाम किं मम नाम आनन्दः रेफः तर्हि अत्र रेफः अस्ति, पत्रं रेफः. तत्र रेफः अनन्तरं रेफः अस्ति, अत्र रेफः अस्ति, अनन्तरं नकारः. सामान्यतया पुस्तकं पुस्तकानि दन्त्यनकारः, तथा दधा न, अत्र तथा दधा न इति नास्ति. अत्र अण अस्ति, अण अण मूर्धन्य अणकारः. किमर्थं रेफः अस्ति, पूर्वं रेफः अस्ति, अनन्तरं नकारः, तस्य परिवर्तनं भवति, परिवर्तनं मूर्धन्य अणकारः, मूर्धन्य अणकारः भवति. पत्रं पत्राणि, अथवा तत्र मूर्धन्यषकारः, कृष्णषकारः, कृष्णषकारः पूर्वमस्ति चेत् अत्र पुष्पाणि, पुष्पाणि अत्र लिखतु. आगच्छतु, भवतः नाम किं? जयमारुतिरामन्. जयमारुतिरामन्. तत् संस्कृतं नाम किं? जय मारुतिरामन्. प्रथमं नाम किं? जय मरु जय मरुति जय मरुति. किं भविष्यति? तत् भविष्यति एव, तत् भवति. अस्तु, नाम अन्तिमवर्णः नाम्नः अन्तिमवर्णः इकारः खलु, इकारः जय जय मारुति रामः इति एकं एकं नाम जय मारुति रामः. अस्तु, चलया जय मारुति रामः. अस्तु, समीचीनम्. अत्र मूर्धन्यषकारः, मूर्धन्यषकारः अस्ति चेत् अथवा रेफः, तत्र इन् वन् वर्ड् एकस्मिन् पदे नकारस्य स्थाने णकारः भवति. अस्तु, तत्र नपुंसकलिङ्गशब्दः, तत्र आनि भवति, आनि बहुवचने, बहुवचने तत्र मूर्धन्यषकारः अथवा रेफः, तत्र नकारस्य णकारः. हरि महोदय, अवगच्छति वा? रेफः आर् आर् रकारः, रेफः आर् इन् संस्कृतम् आर् वयं वदामः रेफः, तस्य नाम नाम तावदेव आर्. अत्र आर् अस्ति खलु, आर् पत्रं र, र अस्ति, अनन्तरं न अस्ति, र अस्ति यदि तर्हि नकारस्य स्थाने न. अवगच्छति वा? सन्ध्या भगिनी, स्पष्टमस्ति वा? अवगच्छति? अस्तु अस्तु, समीचीनम्. आगच्छतु महोदय, क्षम्यताम्. अस्तु, तर्हि अधुना अहं मम नाम स्वरूपः, अहं शिक्षकः. मम नाम स्वरूपः, अहं शिक्षकः. भवान् कः? मम नाम रामः, अहं विद्यार्थी. भवान् कः? मम नाम अभिनवः, अहं विद्यार्थी. भवान् कः? मम नाम जयमारुतिरामन्, अहं विद्यार्थी. विद्यार्थी. भवान् कः? मम नाम दिलीपः, अहं विद्यार्थी. भवान् कः? मम नाम सुब्रह्मण्यः, अहम् अभियन्ता. अस्तु, समीचीनं. भवती का? मम नाम गौरी, अहं विद्यार्थिनी. समीचीनं. भवती का? मम नाम विनीता, अहं गृहिणी. अस्तु, समीचीनम्. तर्हि अहं भवान् भवति, अहं भवान् भवति. इदानीं चमसः चमसाः भवान् पुरुषः भवन्तः पुरुषाः भवन्तः पुरुषाः भवान् भवन्तः भवती महिला भवत्याः महिलाः भवती भवत्याः भवती भवत्याः पतिः क्षमतां भवत्याः क्षमतां भवत्यः भवत्यः पुस्तके एतत् सर्वं लिखितमस्ति पश्यामः भवान् भवन्तः भवती भवत्यः भवत्यः सर्वेषां पार्श्वे पुस्तकमस्ति वा पुस्तकम् अहं मनुष्यः वयं मनुष्याः अहं मनुष्यः वयं मनुष्याः भवान् भवन्तः भवती भवत्याः अहं वयम् अहं वयम् इति अस्ति तर्हि अत्र लिखितमस्ति भवान् भवन्तः भवती भवत्यः अहं वयम् तर्हि अत्र पूरयतु अत्र लिखितमस्ति किं लिखितमस्ति तत्र पठतु भवान् बालकः भवन्तः बालकाः अनन्तरं प्रथमं करोतु भवती बालिका भवत्यः बालिकाः समीचीनं पुस्तकं नास्ति अस्तु नितेशमहोदय अन्तिमम् पूरयतु किन्तु महिला स्त्रीलिङ्गे अस्ति खलु स्त्री भवत्यः महिलाः भवत्यः महिलाः भवत्यः महिलाः अनन्तरं किञ्चित् पुनस्मरणं कुर्मः अहम् एकवचनं वदामि भवन्तः बहुवचनरूपं वदन्तु बालकः देवः वृद्धः सूर्यः पत्रिका कलिका नदी नद्यः कूपी घटी पुष्पं पुष्पाणि पुस्तकं व्यजनम् अस्तु समीचीनमस्तु इदानीं भवतः नाम किं मम नाम नारायणः सः नारायणः अस्तु एकवारम् आगच्छतु रामहोदय सः नारायणः सः कः सः रामः सः कः कः नारायणः कः रामः अस्तु अधुना उपविशन्तु आगच्छतु भगिनि भवत्याः नाम किं मम नाम विनीता भवत्याः नाम किं मम नाम गौरी सा विनीता सा का सा विनीता सा गौरी सा का सा गौरी का विनीता सा विनीता का गौरी सा गौरी उपविशन्तु अस्तु आगच्छतु सः पुरुषः ते पुरुषाः सः पुरुषः ते पुरुषाः सः कः सः पुरुषः ते के ते पुरुषाः कः पुरुषः सः पुरुषः के पुरुषाः ते पुरुषाः उपविशन्तु एकवारं भवती अत्र आगच्छतु पुनः अस्तु सा महिला ताः महिलाः सा का सा महिला ताः काः ताः महिलाः का महिला सा महिला काः महिलाः सा महिला उपविशन्तु अस्तु एकवारं एकवारं तत्र गच्छतु सः अभिनवः सः अभिनवः एषः दिलीपः सः अभिनवः एषः दिलीपः सः कः एषः कः एषः दिलीपः दूरं समीपे एषः दिलीपः सः कः सः अभिनवः एषः कः एषः दिलीपः कः दिलीपः एषः दिलीपः कः अभिनवः सः अभिनवः कः सः एषः अस्तु समीचीनम् अस्ति अस्तु अधुना तत्र गच्छतु एषा गौरी सा विनीता एषा गौरी सा विनीता सा का सा विनीता का विनीता सा विनीता एषा का एषा गौरी एषा का एषा गौरी का गौरी एषा गौरी सा का सा विनीता का विनीता सा विनीता समीचीनम् अस्तु उपविशतु तत्र एषः सः एषा सा अस्तु अत्र पुस्तके दत्तमस्ति 4.2 अस्ति न क्षम्यतां तत्र 4.2 कोष्टकम् इत्युक्ते वदतु कोष्टकम् इत्युक्ते टेबल् अथवा चार्ट् इत्युक्ते इदानीं कोष्टकम् इत्युक्ते कोष्टकमित्युक्ते चार्ट् चार्ट् न कोष्टकम् इत्युक्ते चार्ट् भवान् पृच्छति कोष्टकम् इत्युक्ते अहं वदामि कोष्टकम् इत्युक्ते चार्ट् इत्युक्ते इति प्लस् उक्ते इत्युक्ते अस्तु तत् किम् तानि यानानि किं यानं कानि यानानि कानि यानानि समीचीनमस्ति एतत् फलम् एतत् किम् एतत् फलम् समीपे एतत् फलम् एतत् तत् यानं तत् किम् तत् यानं किं फलम् समीचीनमस्ति. कानि यानानि? एतानि फलानि. फलानि एतानि फलानि तानि यानानि. एतानि कानि? एतानि फलानि. एतानि कानि? तानि यानि. यानानि? यानानि. कानि फलानि? एतानि फलानि. कानि यानानि? तानि यानानि. समीचीनम्. समीचीनम् अथवा सम्यक्. सम्यक् अथवा समीचीनम्. अस्तु, तर्हि अत्र कोष्टके रूपाणि सन्ति. तत्र पश्यामः. सः पुरुषः. वदामः, अनुवदन्तु. सः पुरुषः. ते पुरुषाः. सा महिला. ताः महिलाः. तत् यानम्. तानि यानानि. दूरे इदानीं समीपे. एषः पुरुषः. एते पुरुषाः. एषा महिला. एताः महिलाः. एतत् यानम्. एतानि यानानि. कः पुरुषः? के पुरुषाः? का महिला? का महिला? काः महिलाः? काः महिलाः? किं यानम्? किं यानम्? कानि यानानि? कानि यानानि? अस्तु, सम्यक् वा? अवगच्छति वा? अवगच्छामि. अहम् अवगच्छामि. अस्तु, अधुना समीचीनम्. अधुना सन्ध्या भगिनी अवगच्छति वा? आम्. वाक्यं वदतु. वाक्यम् अहम्. समीचीनम्. अस्तु, एतत् फेनकम्. एतत् किम्? वदतु. एतानि फेनकानि. एतानि कानि? एतत् किम्? एतानि कानि? समीचीनम्, अत्युत्तमम्. अस्तु, अग्रे अधुना नारायणः गच्छतु. नारायणः गच्छति. आगच्छतु. नारायणः आगच्छति. उपविशतु. नारायणः उपविशति. उत्तिष्ठतु. नारायणः उत्तिष्ठति. लिखतु. नारायणः लिखति. नारायणः किं किं करोति? नारायणः किं करोति? नारायणः किं करोति? नारायणः वदति. अस्तु, उपविशतु कृपया. तर्हि वदति, क्रीडति, गच्छति, आगच्छति, पठति. इदानीं बहुवचने. पुरुषः गच्छति. पुरुषाः गच्छन्ति. महिला गच्छति महिलाः गच्छन्ति भेदः नास्ति भेदः नास्ति पुरुषः गच्छति महिला गच्छति यानं गच्छति लिङ्गभेदः नास्ति अस्तु पुरुषः गच्छति पुरुषाः अहम् एकवचनं वदामि भवन्तः बहुवचनं वदन्तु पुरुषः गच्छति महिला पठति बालकः खादति बालिका क्रीडति यानं गच्छति यानानि गच्छन्ति अस्तु अधुना प्रार्थना बालकः गच्छतु बालकः गच्छतु गच्छतु हेमन्तः गच्छति हनुमन्तः हनुमन्तः आगच्छतु आगच्छतु हनुमन्तः आगच्छतु इति अहं वदामि सः आगच्छति उपविशतु उपविशतु उपविशति बालकः उपविशतु बहुवचने उपविशन्तु उपविशन्तु महिला पठतु भवान् लिखतु भवान् भवन्तः भवान् लिखतु वदतु भवान् भवान् लिखतु लिखन्तु अस्तु भवती भवती वदति अहं वदन्ति वदति इति अहम् उक्तवान् खलु भवती वदतु समीचीनमस्ति इदानीम् अहं गच्छामि अहम् आगच्छामि अहं पठामि अहं लिखामि अहं वदामि अहं लिखामि अहं पठामि अहं पश्यामि भवान् किं करोति भवान् किं करोति अहम् उपविशामि भवान् किं करोति अहं पठामि भवती करोति किं करोति अहं लिखामि भवती किं करोति अहं गच्छामि गच्छतु अस्तु समीचीनं भवान् किं करोति लिखामि लिखामि भवान् किं करोति अहं भवान् किं करोति महोदय भवती किं करोति पश्यामि भवान् किं करोति अहं शृणोमि शृणोमि भवान् किं करोति अहं शृणोमि अस्तु भवान् किं करोति अहं पठामि भवान् किं करोति अस्तु समीचीनम् इदानीम् अहं पश्यामि वयं पश्यामः अहं पश्यामि वयं पश्यामः महिला न अहं गच्छामि वयं गच्छामः अहम् आगच्छामि अहं लिखामि अहं पठामि अहम् उपविशामि अहम् उत्तिष्ठामि इति अस्ति अस्तु समीचीनमस्ति अधुना सङ्ख्याः प्रश्नः उपविशामि उत्तिष्ठामि भगिनी प्रश्नः अस्ति वा पुनः पुनः पुनः महिला पठति महिलाः वदन्तु पठन्ति महिला गच्छति महिला चिन्तयति हा समानं भेदः नास्ति क्रियापदं गच्छति चिन्तयति करोति शृणोति लिखति पठति तत्र लिङ्गभेदः नास्ति लिङ्गम् अवगच्छति वा लिङ्गम् लिङ्गभेदः भेदः इति अवगच्छति वा भेदः भेदः भेदः इत्युक्ते डिफ्रेन्स् डिफ्रेन्स् बिट्वीन् जेण्डर्स् लिङ्गभेदः नास्ति क्रियापदानि क्रियापदविषये लिङ्गभेदः नास्ति अस्तु वदन्तु एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश अस्तु एकं द्वे त्रीणि पञ्च सप्त नव एकादश एकं एकं वदन्तु द्वे चत्वारि षट् अष्ट दश द्वादश एकम् एकम् एकम् एकम् एकम् एकम् द्वे चत्वारि नव दश एकादश एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट अष्ट नव दश एकादश द्वादश हा पुस्तके अस्ति सङ्ख्याः पुस्तके सन्ति एकवादनम् वादनम् एकवादनम् कः समयः कः समयः कः समयः कः समयः कः समयः अस्तु अधुना सपादनववादनं सपाद पाद इत्युक्ते पाद अस्तु कः समयः स अर्ध सार्ध सार्ध सार्ध नववादनं कः समयः सार्ध नववादनम् अस्तु पाद ऊन पादोन पाद प्लस् ऊन पादोन पादोन नववादनम् पादोन नववादनम् अत्र 3.3 तत्र लिखितमस्ति 3.3 अत्र Yeah. कः समयः कः समयः सार्धद्वादशवादनम् कः समयः पादोन एकादशवादनम् कः समयः सपाद द्वादशवादनम् समीचीनमस्ति अस्तु अधुना द्विवादनम् द्वि द्वे इति न द्वि द्विवादनम् अधुना त्रिवादनम् त्रिवादनम् अधुना चतुर्वादनम् संख्या एकं द्वे त्रीणि चत्वारि परन्तु समयः एकवादनम् द्विवादनम् त्रिवादनम् चतुर्वादनम् कः समयः सपादपञ्चवादनम् कः समयः विश्वनाथ सार्ध चतुर्वादनम् हा समीचीनमस्ति अस्तु कः समयः कः समयः पादोनसप्तवादनम् कः समयः अष्ट अष्टवादनम् अष्टवादनम् सपाद हा आङ्ग्लभाषया किं वदामः फिफ्टीन् मिनिट्स् आफ्टर् थ्री तु न वदामः क्वार्टर् आफ्टर् थ्री तु वदामः खलु क्वार्टर् आफ्टर् थ्री सपाद वदतु कः समयः अष्ट अष्ट कः समयः कः समयः कः समयः सार्ध अष्टवादनम् सार्ध अर्ध अर्ध इत्युक्ते अर्ध अर्ध इत्युक्ते स इत्युक्ते विथ् स प्लस् अर्ध सार्ध कः समयः समीचीनं समीचीनमस्ति अवगच्छति खलु पाद इत्युक्ते क्वार्टर् स इत्युक्ते विथ् लेस् पाद प्लस् ऊन पादोन पादोन कः कः समयः समीचीनं पादोन अष्टवादनम् अस्तु कः समयः अस्ति नववादनम् कः समयः अस्ति सपाद नववादनम् विद्या भगिनी कः समयः सार्ध समीचीनम् अस्ति. कः समयः? पादोन दशवादनम् पादोन दशवादनम् कः समयः अस्ति? समीचीनम् अस्ति. नितेश महोदय कः समयः अस्ति? चतुर्वादनम्. महोदय कः समयः अस्ति? पञ्चवादनम्. समीचीनमस्ति. अधुना अधुना पञ्च अधिक पञ्चवादनम् पञ्च अधिक पञ्चवादनम् दश अधिक पञ्चवादनम् अथवा वयं वदामः शीघ्रं दशाधिक दश प्लस् अधिक दशाधिक दशाधिक पञ्चवादनम् कः समयः? कः समयः? एकमेषः वदामि. अस्तु दश विंशतिः त्रिंशत् चत्वारिंशत् पञ्चाशत् षष्टिः सप्ततिः अष्टतिः नवतिः शतं दश विंशतिः त्रिंशत् चत्वारिंशत् पञ्चाशत् षष्टिः सप्ततिः अशीतिः नवतिः शतम्. अस्तु अहं दश वदामि, भवन्तः विंशतिः इति वदन्ति. दश विंशतिः त्रिंशत् पञ्चाशत् सप्ततिः नवतिः. समीचीनं. दश विंशतिः त्रिंशत् त्रिंशत् चतुर्विंशतिः चत्वारिंशत् चत्वारिंशत् पञ्चाशत् षष्टांशत् षष्टिः षष्टिः. पुनः एकवारं वदामः. दश विंशतिः त्रिंशत् चत्वारिंशत् पञ्चाशत् षष्टिः सप्ततिः अशीतिः नवतिः शतम्. लिखितमस्ति अत्र, अत्र सङ्ख्याः दत्ताः. अत्र 3.1 सङ्ख्याः सन्ति, सङ्ख्याः सन्ति दश अनन्तरं विंशतिः विंशतिः अनन्तरं त्रिंशत् ओ त्रिंशत् नास्ति चिन्ता. पुनः वदामः दश विंशतिः त्रिंशत् चत्वारिंशत् पञ्चाशत् षष्टिः सप्ततिः अशीतिः नवतिः शतम्. तर्हि अत्र अत्र विंशति अधिक सप्तवादनम् विंशति अधिक सप्तवादनम् शीघ्रं वदामः तत्र विंशति अधिक विंशत्यधिक विंशत्यधिक विंशत्यधिक सप्तवादनम् कः समयः पञ्चविंशति अधिक सप्तवादनम् कः समयः पञ्च न्यून न्यून पञ्च न्यून सप्त सप्तवादनम् भगिनी कः समयः अस्ति इति अस्ति समीचीनम् अधुना कः समयः अस्ति समीचीनम् अस्तु इति समयः अस्ति कः समयः पादोन अष्टवादनम् कः समयः सार्ध सार्ध सप्तवादनम् कः समयः पञ्चविंशत्यधिक अष्टवादनम् कः समयः दश न्यून अष्टवादनम् समीचीनम् अस्ति समीचीनमस्ति समीचीनमस्ति इति समयः अस्तु स्पष्टम् अग्रे अग्रे गच्छामः वा अग्रे अस्तु अधुना एकवचनं वयं जानीमः बहुवचनं जानीमः संख्या जानीमः अपि च समयः अवगच्छामः इति अवगच्छामः अस्तु अग्रे 4.4 इति पश्यन्तु 4.4 तत्र तत्र अस्तु एकवचनम् अहं वदामि भवन्तः बहुवचनरूपं वदन्तु बालकः गच्छति पुरुषः पठति अस्तु महिला चिन्तयति तत्र बालकः पठति तत्र पठ अति पठ अति ति पूर्वम् अ ति पूर्वम् अ पठ अति किन्तु सर्वत्र तथा न सर्वत्र तथा न अत्र करोति अत्र ति पूर्वम् ओ करोति बालकः करोति बालकः किं करोति बालकः कार्यं बालकः कार्यं करोति इदानीं बालकः किं करोति बालकः शृणोति बालकः अत्र दत्तमस्ति शृणोति बालकः शृणोति अनन्तरं ददातु विनीता कुपीं ददाति ददाति ददाति ददाति तत्र आ इति अस्ति ति पूर्वम् आ अस्ति ददाति तर्हि करोति शृणोति ददाति अनन्तरं जानाति ज्ञानम् यत्र ज्ञानम् अस्ति बालकः जानाति बालकः जानाति तत्र आकारः ति पूर्वम् आकारः जानाति अनन्तरं शक्नोति शक्नोति नाम क्षमता क्षमता अस्ति चेत् कार्यं कर्तुं शक्नोति शक्नोति क्षमता हा यत्र क्षमता अस्ति क्षमता क्षमता अस्ति हि केन् डू कार्यं कर्तुं शक्नोति हा शक्नोति पठितुं शक्नोति चिन्तयितुं शक्नोति शक्नोति हा वस्तुतः शक्नोति तत्र पूर्वम् इतोपि एकं क्रियापदं भवति संस्कृतं पठितुं शक्नोमि तुम् इति तुमुं तुम् अनन्तरं अनन्तरं करिष्यामः शक्नोति तर्हि शृणोति शक्नोति करोति तत्र ओ अस्ति ददाति जानाति तत्र आ अस्ति अनन्तरं बहुवचनरूपं बालकः करोति बालकाः कुर्वन्ति बालकाः कुर्वन्ति बालकः शृणोति बालकाः शृण्वन्ति बालकः ददाति बालकाः ददति ददति बालकः ददाति बालकाः ददति बालकः जानाति बालकाः जानन्ति पुस्तकं नास्ति ओ अस्तु शुनकः खादितवान् वा पुस्तकम् अस्तु अत्र पश्यतु अस्तु तर्हि बालकः बालकः शक्नोति बालकाः अस्तु एकवचनरूपम् अहं वदामि भवन्तः बहुवचनान्तरूपं वदन्तु बालिका करोति बालिका शृणोति बालिका ददाति बालिका ददति ददति बालिकाः ददति बालिका जानाति बालिका शक्नोति शक्नुवन्ति अस्तु अनन्तरम् अहम् अहं करोमि अहं करोमि अहं करोमि वयं कुर्मः अहं करोमि कुर्मः अहं शृणोमि वयं शृणुमः शृणुमः अहं ददामि वयं दद्मः दद्मः अहं जानामि वयं जानीमः जानीमः अहं शक्नोमि वयं शक्नुमः शक्नुमः अस्तु एकवचनान्तरूपं वदामि भवन्तः बहुवचनान्तरूपं वदन्तु अहं करोमि हरिमहोदय हरिमहोदय वदतु अहं करोमि वयं कुर्मः अवगच्छति वा अवगच्छति वा अहम् अवगच्छामि अहम् अवगच्छामि सन्ध्या भगिनी अवगच्छति वा अस्तु प्रश्नः How would we know how to conjugate in for vayam without just memorizing the difference? Like karomi is kurumaha instead of kurvanmaha. Atra tatra aham vadami kriyapade tatra dasha ganaha santi ganaha samuhaha dasha samuhaha santi atra ashitihi pratisatam datavaha pratame gane santi प्रथमगणः द्वितीयगणः तृतीयगणः चतुर्थगणः पञ्चमगणः दशगणाः सन्ति अशीतिः प्रतिशतम् क्रियापदानि प्रथमे गणे सन्ति यथा पठति गच्छति क्रीडति लिखति यत्र ति पूर्वम् अकारः गच्छति क्रीडति चिन्तयति लिखति चिन्तयति इति न तत् लिखति अत्र यत्र अकारः अस्ति तत्र सामान्यतया प्रथमे गणे करोति अन्यस्मिन् इन् अ डिफरेंट ग्रुप् अन्यस्मिन् गणे अस्ति अतः इदानीम् असामान्यरूपम् इति चिन्तयतु अपवादः नास्ति भिन्नगणः अपवादः नास्ति भिन्नगणः इदानीम् अस्माकं परिचयः प्रथमगणस्य पठति तत्र पश्यति वदति प्रथमे गणे एतानि क्रियपदानि तेषाम् अन्यगणः अतः अग्रे वयं कुर्मः अवगच्छति वा Kevalam, no. Don't just think that these are exceptions. These are not just exceptions. They have their own rules. They're in a different group of verbs. They're in their own different group of verbs. Now they look like exceptions, but they're not exceptions. Okay, so you can just memorize these for now. Just become familiar with how they look and how they sound. We're going to use them so much, you will memorize them even if you didn't want to. चिन्ता नास्ति अस्तु अस्तु तर्हि अत्र बालकः करोति बालकाः कुर्वन्ति बालकः शृणोति बालकः ददाति बालकः जानाति बालकः शक्नोति अहं करोमि अहं शृणोमि पुस्तकं नास्ति वा The reason is, I have too many books. You have too many books. And I have decided no more books. Last, nasi chinta. Aham dadami. Vayam dadma. He's a genius. He's a genius. Tatvasti. Vayam dadma. Aham janami. Vayam janimani maha. Aham shaknomi. Vayam shaknomi maha. Samichana. करोति करोमि बालकः करोति अहं करोमि बालकः करोति अहं करोमि अवगच्छति वा आम् अवगच्छ अस्तु इति अस्ति अधुना अहम् एकवचनान्तरूपं वदामि भवन्तः बहुवचनान्तरूपं वदन्तु सः बालकः गच्छति वदतु ते बालकाः गच्छन्ति सः पुरुषः लिखति सः बालकः करोति सा महिला पश्यति ताः महिलाः पश्यन्ति ताः महिलाः पश्यन्ति सः पुरुषः खादति सः बालकः लिखति किम् सः बालकः लिखति वदतु ते लिखन्ति प्रथमवारमस्ति प्रथमदिने नास्ति चिन्ता अस्तु तर्हि इदानीं तत् यानं गच्छति एतत् यानं गच्छति एतत् यानं तिष्ठति तिष्ठन्ति तिष्ठति न गच्छति तिष्ठति यानं तिष्ठति यानं गच्छति तिष्ठति तिष्ठति यानम् उत्तिष्ठति इति न उत् उत् नाम उपरि उत् उत्तिष्ठति नाम उपरि उपरि गमनम् उपरि गमनं तिष्ठति नाम स्थगनम् स्थानम् एकस्मिन् स्थाने भवनम् अस्तु इदानीं महिला लिखति सा महिला लिखति एषा बालिका क्रीडति एषः पुरुषः चिन्तयति पुनः एते पुरुषाः चिन्तयन्ति अत्र कोष्टकमस्ति खलु अत्र कुत्र अत्र सर्वनाम् सः ते सा ताः तत्तानि एकवचने बहुवचने अस्तु समीचीनम् अधुना तत् सः पुरुषः वदति एषा महिला निद्रां करोति कुर्वन्ति एषा बालिका गीतां शृणोति पुनः गीतां शृण्वन्ति एषः बालकः वाक्यं वदति एषः बालकः वाक्यं वदति वदन्ति एषा महिला विद्यालयं गच्छतु प्रश्नः अस्ति वा गच्छन्तु एषा महिला विद्यालयं गच्छतु पुनः गच्छन्तु अस्तु एषः पुरुषः खादति अस्तु अधुना भवन्तः वाक्यं वदन्तु सर्वे चिन्तयन्तु वाक्यं सर्वनाम शब्दः क्रियापदं सर्वे चिन्तयन्तु एकं वाक्यम् एकैकस्य जनस्य एकैकं वाक्यम् एकैकं वाक्यं कोऽपि वदति वा वाक्यं वाक्यं किमपि वाक्यं रचयतु वाक्यं रचयतु अधुना एकवचने बहुवचने एकवचने हा अस्तु एकवचने वदतु इदानीम् एकवचने रचयामि अहं वाक्यं रचयामि इति अस्ति समीचीनं अन्यत् वाक्यम् अहं वयं बालकः पुरुषाः वयं संस्कृतभाषां कुर्वन्तु वयं संस्कृतभाषा सम्भाषणं संस्कृतसम्भाषणं कुर्वन्तु कुर्मः वयं संस्कृतसम्भाषणं कुर्मः सा बालिका नृत्यति नृत्यति सा बालिका नृत्यति समीचीनं वस्तुतः गति इत्यस्य आवश्यकता नास्ति अहं नाम अग्रिमे वर्गे अहं पाठयिष्यामि गति तत्र अस्तु तत्र किं वदति किं भवति तत्र कर्तृपदमस्ति कर्मपदमस्ति कर्तृपदं कर्मपदं यत्र कर्मपदमस्ति तत्र म भवति म नाम गतिं घटीं इदानीं चिन्ता नास्ति अग्रे करिष्यामः अग्रे केवलं पुरुषः वदति पुरुषः गच्छति सः पुरुषः गच्छति सा महिला लिखति एतादृशं वाक्यं सरलवाक्यम् अस्तु अन्यत् वाक्यं विद्यार्थी संस्कृतं जानाति हा विद्यार्थ्यः छात्रः छात्रः इति वदति छात्रं संस्कृतं छात्रः छात्रः संस्कृतं जानाति छात्राः संस्कृतं जानन्ति समीचीनमस्ति एते बालाः क्रीडन्ति क्रीडन्ति समीचीनमस्ति वाक्यम् अन्यत् वाक्यं वाक्यम् अहं वाक्यविश्लेषणं करोमि समीचीनम् अस्तु अहं विद्यालये गच्छामि हा तत्र विद्यालये इति मास्तु इदानीम् अहं गच्छामि पर्याप्तं विद्यालये तत्र अहं न पाठितवान् तावता विद्यालये इति न भवति तत्र विद्यालयम् अन्यत् अनन्तरं करिष्यामः अहं गच्छामि अन्यत् वाक्यं शीघ्रं नाम अस्माकम् अभ्यासो भवति समीचीनम् अन्यत् वाक्यम् अहं पुस्तकं किं पठामि समीचीनम् एताः फलानि न न एतत् सर्वं कर्मफलम् इति मास्तु एताः खादन्ति अथवा एताः खादन्ति हरि महोदय वाक्यं हा वदतु लज्जा मास्तु तत्र बालकः गच्छति पुरुषः अस्ति पुरुषः गच्छति वाक्यं किमपि अस्तु डोण्ट् वरि फर् देट् किमपि नाम tatra abhyasa I wouldn't know if I was saying it correctly then. Who would know? Nobody's going to punish you. Doesn't matter about that. Balakaha patati, balakaha gacchati. First, tatra kriya, kriya padanam suchihi asti. Tatra ye agatavandaha, ye asmakam, astu aham prasheshami. Tatra kriya padasya suchihi asti. Sarve mudram kurvantu atra ke na etat kriya nama gacchati patati etat sarvam gacchati patati patati kridati etat sarvam asti I send that to you prashishami astu smayaha praha jataha smayaha jataha asti kintu ek ekasya janasya ekam ekam vakyam na vadati chet na gacchati सर्वे वदन्तु एष कोशस्य सप्तविंशति आसन्दः अस्ति सन्ति सन्ति सन्ति समीचीनम् अस्तु अन्यत् वाक्यं वाक्यं सर्वे एकमेकं वाक्यं वदन्तु हरि हरि महोदय एकं वाक्यं गच्छामि समीचीनम् अहं महिला करोमि किं कुर्वन्ति हा वाक्यम् अहं न गच्छामि वाक्यम् अहं सपाद त्रिवादं गच्छामि हा समीचीनम् अनत् वाक्यम् वन्द्यामगिनी वाक्यं हा किं सर्वे वदन्तु हा वयं रचयामः वाक्यं पठन्ति पठन्ति हा वाक्यं वयं कार्यं कुर्मः हा एते पुरुषाः वदन्ति हा अधुना समयः सपाद त्रिवादनम् हा समीचीनमस्ति मम नाम जयमाति भगिनी वदतु वयं शृणुमः समीचीनं वाक्यं अहं फलं खादामि हा समीचीनं वयं खादामः अहं पठामि अहं पठामि सर्वे उक्तवन्तः भवती भवती उक्तवती वा वाक्यम् अहं पश्यामि अहं लिखामि महोदय अस्तु सर्वे उक्तवन्तः अस्तु गमनस्य अनुमतिः अस्ति